सर्वेभ्यो नमः. यः विषयः प्रवर्तमानमस्ति तदस्ति लङ्लकारः. वयं परस्मैपदीधातूनाम् अपि आत्मनेपदीधातूनाम् अभ्यासं गतवर्गे कृतवन्तः. तत्र स्वरूपमहोदयस्य करपत्रम् उपयुज्य वयम् अभ्यासं कृतवन्तः. तत्र परस्मैपदीधातूनां लङ्लकाररूपं तत्तु पुटसङ्ख्या 82 मध्ये अस्ति. अपि आत्मनेपदीधातूनां लङ्लकाररूपं तत्तु पेज् 83 पुटसङ्ख्या 83 मध्ये अस्ति. एतानि रूपाणि तु साधारणरूपाणि इति वक्तुं शक्नुमः. तत्र उपसर्ग अस्ति अथवा अन्यत् किमपि अस्ति, विशेषरूपाणि अपि सन्ति, किन्तु प्रथमतया साधारणरूपस्य अभ्यासं करणीयम् इति कृत्वा तद् वयं कृतवन्तः. तत्र स्वरूपमहोदयस्य करपत्रे वयं प्रथमपुटं सम्पूर्णतया कृतवन्तः इति मन्ये. द्वितीयपुटे किञ्चित् कृतवन्तः. तत्र मिश्रित अभ्यासः इति अस्ति, हा, तदेव अद्य कुर्मः. किन्तु केवलं पुनस्मरणार्थं नरेश् महोदय वदति वा, तत्र पठति इति क्रियापदस्य लङ्लकाररूपं नवरूपाणि अपठत्, अपठताम्, अपठन्, अपठः, अपठतम्, अपठत, अपठम्, अपठाव, अपठाम. हा, धन्यवादः महोदय. रघुपतिमहोदय, शोभते इति? शोभते, अशोभते, अशोभत, अशोभेताम्, अशोभन्त, अशोभताः, अशोभेताम्, अशोभध्वम्, अशोभे, अशोभावहि, अशोभामहि. हा, इति अस्ति. समीचीनं महोदय. हा, अस्तु. एतत् साधारणरूपम् अस्ति. एतदेव वयम् एतस्य अभ्यासः एव वयम् अभ्यासमेव गतवर्गे वयं कृतवन्तः. अस्तु, इदानीं गृहपाठ यत् यत् आसीत् तद् कृत्वा अग्रे गच्छामः. तत्र अस्मिन् अध्याये केवलं स्म इति रूपस्य किञ्चित् एव अस्ति, तत् कृत्वा अग्रे गन्तुं शक्नुमः इति मन्ये. अस्तु, तत्र नरेश् महोदय, भवान् करोति वा तत्र मिश्रिताभ्यासः प्रथमम् उदाहरणम् इति तत् कृत्वा प्रथमम् अपि द्वितीयं करोति वा? उदाहरण पक्षी आकेशे डयते, न न न, तस्य अधोभागे मिश्रिताभ्यासः इति यदस्ति तस्य अधोभागे महोदय. तत्र अहं बहु अधिकम्, अहं बहु अधिकम् अखादम् इति. आम् आम्, अहं बहु अधिकम् अखादम्. उदाहरणं ह्यः सः पुस्तकम् अपठत्, अद्य सः पुस्तकं पठति. आम्, अहं बहु अधिकम् अखादम्. अहं बहु अधिकं खादामि. हा, समीचीनम्. अग्रिमम्, ताः बालिकाः सम्यक् रूपेण गृहपाठम् अकुर्वन्. ताः बालिकाः सम्यक् रूपेण गृहपाठं कुर्वन्ति. हा, कुर्वन्ति इति. हा, समीचीनम्. अस्तु, सरला भगिनी अग्रे, तृतीयं, चतुर्थम्. ते नाटकं दृष्ट्वा गृहं गत्वा अभाषन्त. ते नाटकं दृष्ट्वा गृहं गत्वा भाषन्ते. भाषन्ते. समीचीनं भगिनि. हा अग्रे. तौ बालकौ कार्यं कर्तुं न ऐच्छताम्. तौ बालकौ कार्यं कर्तुं न इच्छतः. तत्र हा प्रायशः तदेव अस्ति. तत्र इच्छतः इति हा तत्र ऐच्छताम् इति तत्र हा ऐच्छताम् इति तत् परस्मैपदि दातु वा आत्मनेपदि दातु वा इति परस्मैपदि दातु हा इच्छति इति हा इच्छतः. समीचीनं भगिनि. हा तत्र केवलम् ऐच्छत् इति तत्र उपसर्गः अस्ति इति कृत्वा किञ्चित् प्रथम इ अस्ति न अयोग इ तत्र वृद्धि भवति ऐ भवति. सत्यं सत्यं सत्यं सत्यं भगिनि. अग्रे अग्रे वयम् अरण्यं गत्वा मोदामहे. वयम् अरण्यं गत्वा मोदामहे. मोदामहे तत्तु तत् आत्मनेपदी धातु अस्ति. समीचीनं भगिनि. हा अस्तु धन्यवादः. अग्रे पानुचित्रि महोदय. महोदय किञ्चित् अनन्तरं तत् अस्तु अस्तु अन्तर्जाले डौन्लोड् न अस्ति. हा हा अस्तु करपत्रं. हा अस्तु महोदय. कर रघुपति महोदय वदति वा. हा महोदय. त्वं ह्यः किमर्थं भोजनं न अपचः? त्वम् ओके अपचः. त्वं त्वम् अद्य किमर्थं भोजनं न पचसि? समीचीनम्. अग्रिमम् अग्रिमं बालिका वानरं कदलीफलम् अददात्. अददात् अददात् ओके अददात्. बालिका वानरं कदलीफलं ददाति. हा तावदेव. समीचीनं भवति. हा एतत् सुलभमस्ति खलु मिश्रिताभ्यासः. हा लट्लकार सुलभमस्ति. हा लट्लकार लङ्लकार किञ्चित् अस्तु. अग्रे नरेश महोदय. आं महोदय. विद्यार्थिनः विलम्बेन पाठशालां प्राप्नुवन्. विद्यार्थिनः विलम्बेन पाठशालां प्राप्नुवन्ति. बालकाः नूतनक्रीडाम् अवहन्त. बालकाः नूतनक्रीडाम् ऊहन्ति. क्षम्यताम् ऊहन्ते. तत्र औहन्त इति आत्मनेपदी वा परस्मैपदी रूपं वा? आत्मनेपदी. हा तत्र ऊ इति उपसर्ग अस्ति. तत्र औ इति वयं दृष्टवन्तः खलु रूपं पूर्वं. तत्र ऊहन् तदनन्तरम् आत्मनेपदी धातुः अस्ति इति कृत्वा ऊहन्ते. बहुवचने अस्ति अतः ऊहन्ते. ऊहन्ते इति अस्ति. समीचीनं महोदय. अस्तु अन्तिममपि करोतु. आवाम् अध्यापिकां बहून् प्रश्नान् अपृच्छाव. आवाम् अध्यापिकां बहून् प्रश्नान् पृच्छाव. पृच्छावः लट्लकाररूपं खलु. पृच्छावः. तत्र अह इति विसर्गः तत् सर्वे तस्य श्रवणं भवितव्यं. नो चेत् अपृच्छाव पृच्छाव इति किञ्चित् क्लेशः भवति. पृच्छावः. समीचीनं महोदय. अस्तु इदानीं तत्र एतावत् स्मृतिमहोदयस्य करपत्रं प्रायशः पर्याप्तमिति मन्ये. अत्र गीतासोपने किञ्चित् स्मः इति यः विषयः अस्ति तद् परिशीलयामः. तदनन्तरं किं कुर्मः तत्र कथायाः. हा प्रायशः उपसर्गाः इति तद् विषयः तद् आगच्छति इति मन्ये. अस्तु, सरला भगिनी अपि भानुचितनी महोदय गीतासोपनपुस्तकमस्ति वा? भानुचितनी महोदय अस्ति वा? अस्तु अस्तु अस्तु. हा पञ्चशीति, हा पञ्चशीतिपुटे तत्र सम्भाषणम् अस्ति. तत्र कः भवति इति न जाने. भानुचितनी महोदय अपि सरला भगिनी हा सम्भाषणं कुर्वन्तु. प्रायशः सरला भगिनी आरम्भं कर्तुम् इच्छति चेत् आरम्भं करोतु. पितामहि वत्स, अहं ह्य एकां कथाम् अश्रावयम्. मनसि किं? बालकः: आं स्मरामि. तर्हि वद, कः कः किं किं करोति सा? करोति स्म. करोति स्म. सञ्जयः श्रावयति स्म. धृतराष्ट्रः शृणोति स्म. अर्जुनः दुःखम् अनुभवति स्म. कृष्णः बोधयति स्म. सम्यक्. कृष्ण किं करोति स्म? कृष्णः पाण्डवानां मार्गदर्शनं करोति स्म. सर्वेषु उत्साहं पूरयति स्म. अश्वानां परिचरणं करोति स्म. सर्वान् युद्धनीतिं बोधयति स्म. रथं चालयति स्म. अर्जुनस्य रक्षणं कुरुते स्म. समीचीनं, बहु समीचीनं, धन्यवादः. तत्र स्म इति रक्तवर्णे अस्ति. यदि तद् स्म इति नास्ति चेत् किं भवति? सम्भाषणं सम्यक् एव अस्ति वा? स्म नास्ति चेत् सम्भाषणं लट् लकारे अस्ति. दोषः तु नास्ति तत्र. तत्र केवलं वयं किं कुर्मः? स्म इति स्थापयामः. तस्य स्थापनेन किं भवति? कालस्य परिवर्तनं भवति. भूतकालरूपं भवति इदानीं. स्म इति भूतकालरूपम्. इदानीं किं किं करोति इति अस्ति, तद् लट्लकाररूपम् अस्ति. किन्तु कः कः किं किं करोति स्म इति वदामश्चेत् भूतकाल, तस्मिन् समये किं किं करोति स्म. तत्र स्म इति अपि भूतकालरूपम् अस्ति. अकरोत् इति भूतकालरूपम् अस्ति. करोति स्म भूतकालरूपम्, अकरोत् भूतकालरूपं, कृतवान् भूतकालरूपम्. अतः तत्र त्रय विकल्पाः सन्ति भूतकालस्य. तद् यदि वक्तुं, भूतकाले किमपि वक्तुम् इच्छामः, कृतवान् अथवा कृतवती इति अस्ति, अकरोत् इति अस्ति, अपि करोति स्म इति अस्ति. हा तत्र कृतवान् अपि अकरोत्, तयोः मध्ये कः भेदः? नरेश महोदय. कृतवान् कृतवती लिङ्गभेदः अस्ति. हा अकरोत् लिङ्गभेदः नास्ति. हा किमर्थं भानुचितनी महोदय, किमर्थं किमर्थं एषः भेदः कृतवान् कृतवती मध्ये अस्ति किन्तु अकरोत् मध्ये नास्ति? किमर्थं चेत् महोदय, कृतवान् कृतवती इति सुबन्तपदमस्ति, समीचीनं महोदय. अस्तु, इदानीं कृत अकरोत् अपि करोति स्म, तयोः मध्ये भेदः अस्ति वा अथवा समानार्थकपदम्? भेदः अस्ति. सरला भगिनी, कः भेदः? समानार्थकमिति भाति मया. सः अकरोत् किन्तु किं किं करोति स्म तर्हि सः किं किं कृतवान् इति भवति. यदि स्त्रीलिङ्ग अस्ति तर्हि कः कः किं किम् अकरोत् अपि कः कः किं किं करोति स्म. अर्थम् एकम् एकसमान अस्ति. हा, तत्र सञ्जयः श्रावयति स्म अपि सञ्जयः अश्रावयत्. भेदः अस्ति वा? भेदः नास्ति. हा, रघुपतिमहोदय किं वदति? हा किं महोदय? हा, तत्र अकरोत् अपि करोति स्म, तयोः मध्ये भेदः अस्ति वा? अकरोत् करोति स्म, अकरोत् करोति स्म, भेदः नास्ति महोदय. करोति स्म, अकरोत् करोति स्म अपि भेदः नास्ति इति मन्ये. द्वयम् अपि भूतकालरूपम् अस्ति. भूतकालरूपमेव अस्ति. परन्तु कण्टिन्यूस् सेण्टेन्स् अस्ति वा? कण्टिन्यूस् करोति तद् अस्ति. तद् द्वयोः भूतकाले भूतकाले अस्ति. किन्तु एकः अस्ति, यदि मम साधारण उदाहरणम् एतत् अस्ति. पाठशालां यदि कोऽपि पृच्छति, मह्यं पृच्छति, भवान् बाल्यकाले पाठशालां गतवान् वा इति. आम् अहं गतवान्. तत्र केवलम् एकवारम् अहं न गतवान् खलु, बहुवारम् अहं गतवान्. तत्र अनेकवारम् एतत् क्रिया भवति इति कृत्वा तत् कण्टिन्यूस् इति यद्वदामः, तत्र करोति स्म. अहं बाल्यकाले पाठशालां गच्छामि स्म इति यदि वदामः, तत्र प्रायशः व्याकरणरीत्या प्रायशः अहं पाठशालां गच्छामि स्म अपि अहं पाठशालाम् अगच्छम् इति प्रायशः भेदः नास्ति. किन्तु अहं पाठशालाम् अगच्छम् इत्युक्ते कतिवारम् अहम् अगच्छम् इति तत्र न किमपि तस्य अर्थः कुत्रापि न लभ्यते खलु. कतिवारम् अहं गतवान् अथवा केवलम् एकवारं गतवान् वा अथवा केवलं सोमवासरे अहं गतवान् वा इति. अतः किन्तु अहं बाल्यकाले पाठशालां गच्छामि स्म इत्युक्ते अहं बाल्यकाले सर्वदा अहं पाठशालां गच्छामि स्म इति किञ्चित् अधिकं तत्र प्राप्नुमः. सरला भगिनी, एतत् समीचीनं वा? किं वदति इदानीं? नरेशन् तदा यस्मा वारं वारं यदि तत्र सञ्जयः श्रावयति अश्रावयत् इत्युक्ते सञ्जयः एकवारं तत् एकवारं श्रावितवान्. किन्तु तत् केवलम् एकदिनं न, केवलम् एकघण्टा न श्रावितवान्, किन्तु अष्टादशदिनं यावत् सः श्रावितवान् खलु. अतः सः श्रावयति स्म इति तत्र तादृशरूपं तत्र भवति. तद् द्वयोः अपि रूपद्वयमपि भूतकालम् एव सूचयति. किन्तु स्म इति यदि वदामः किञ्चित् भेदः अस्ति. अत्रापि तत्र मार्गदर्शनं करोति स्म, उत्साहं पूरयति स्म अपि. एतत् बहु सुलभम् अस्ति. एतद् भूतकालरूपं बहु सुलभम् अस्ति. केवलं लट्टाकररूपं वदतु, तदनन्तरं स्म इति तदनन्तरमेव वदतु, हा करोति स्म इति, तावदेव. अस्तु, इदानीम् अभ्यासः कुर्मः, तदनन्तरं यद्यदस्ति तदनन्तरम् उपसर्गः इति विषयः आगच्छति. अस्तु, अग्रे सरला भगिनी, तत्र अष्टम अभ्यासः. अस्तु, कः श्रावयति स्म? पितामही सञ्जयं श्रावयति स्म. कः श्रावयति स्म? पितामही सञ्जयं श्रावयति स्म. सञ्जयः बालकः सञ्जयः श्रावयति स्म खलु. सञ्जयः श्रावयति स्म. तत्र सम्भाषणं दृष्ट्वा भगवद्गीतायाः महाभारतस्य कथायाः एव तत्र इदानीं विषयः खलु. अस्तु, अग्रे बालचेतन महोदय, द्वितीयप्रश्नः. कः दुःखम् अनुभवति स्म? अर्जुनः दुःखम् अनुभवति स्म. समीचीनं. रघुपतिमहोदय, तृतीयः. कृष्णः सर्वेषु किं पूरयति स्म? कृष्णः सर्वेषु उत्साहं पूरयति स्म. समीचीनं. नरेश महोदय, अग्रिमम्. कः रथं चालयति स्म? कृष्णः रथं चालयति स्म. सरलभगिनी, अग्रे. कः कथां शृणोति स्म? कः कथां शृणोति स्म? बालकः कथां शृणोति स्म इति. समीचीनं, समीचीनं. अपि तत्र पञ्चमप्रश्नः अत्र कुरुते इति अस्ति. तत्र तत्र अर्जुनस्य रक्षणम् इति अस्ति, किन्तु तत्र एकः अंशः तत्र अस्ति, नाम कुरुते. एतावत् तत्र करोति स्म, श्रावयति स्म, शृणोति स्म, अनुभवति स्म, तत्र परस्मैपदी क्रियापदानि सन्ति, किन्तु आत्मनिपदी धातूनामपि एतादृशप्रयोगः वयं कर्तुं शक्नुमः. कुरुते स्म, शोभते स्म इति तदपि कर्तुं शक्नुमः. तस्यापि भूतकाल अर्थः भवति स्म इति उपयोजनेन परस्मैपदी धातूनाम् अपि आत्मनेपदी धातूनां द्वयोः भूतकालरूपमेव सम्भवति तत्र. अस्तु, अग्रे नरेश महोदय, अग्रिमं यथोदाहरणं पुरतः विद्यमानं धातुं पठित्वा वाक्यानि रचयत. अर्जुनः धनुर्विद्यां जानाति स्म. भीमः बहु खादति स्म. इदानीं पश्यतु, बहु सुलभम् अस्ति खलु. खादति, अदेन इदानीं स्म इति, सः केवलम् एकवारं बहु खादति इति न, खादितवान् इति न, सर्वदा बहु खादति सः इति. अग्रे बालचेतनी महोदय, अग्रे. दुर्योधनः ईर्ष्यां करोति स्म. समीचीनं. रघुपति महोदय, कृष्णः लीलां दर्शयति स्म. दर्शयति स्म, समीचीनं. सरला भगिनी, अग्रे. भीष्म कौरवाणां पक्षतः युध्यते स्म. युध्यते स्म, अस्तु भगिनि, समीचीनं. अग्रे नरेश महोदय. शकुनिः सर्वदा कूटं रचति स्म. रचति स्म, समीचीनं. बालचेतन महोदय, कौरवः कौरवाः पाण्डवान् न इच्छन्ति स्म. हा, इच्छन्ति स्म, समीचीनं. हा, रघुपति महोदय. युधिष्ठिरः सत्यं ब्रूते स्म. समीचीनं. अग्रे सरला भगिनी. अर्जुनः भाषते स्म. भाषते स्म, समीचीनं भगिनि. अग्रे नरेश महोदय. सैनिकाः लोकते स्म. सैनिकाः इति बहुवचने. लोकन्ते स्म. लोकन्ते अस्तु. तदनन्तरं यत् अस्ति तद् तादृशरूपमेव अस्ति इति मन्ये. अस्तु, स्म इति तस्य उपयोगः कथं भवति इति दृष्टवन्तः. इदानीं वयं किं कुर्मः, अग्रे गच्छामः पुटसङ्ख्या 90 उपसर्गाः इति विषयः. अस्तु, तत्र रघुपति महोदय पठति वा तत्र. आम् महोदय. उपसर्गः. पश्यत उच्चैः पठत च. भीष्मः गच्छति, कुन्ती आगच्छति, कृष्णः धावति, कालयवनः अनुधावति. गच्छति अत्र आ उपसर्ग आयोगः गच्छति, अनुधावति अत्र धावति अनुयोगः धावति इति उपसर्गः. अस्तु, हा, इदानीम् एकम् एकं वाक्यं पठित्वा तत्र क्रियापदं, तत्र उपसर्गः कः, उपसर्गरहितक्रियापदं किम् इति वक्तव्यमस्ति. अस्तु, गीताञ्जलि भगिनी नमस्कारः. नमस्कारः महोदय, क्षम्यतां महोदय. हा, चिन्ता मास्तु भगिनी. 90 पुटसङ्ख्या 90 गीतासोपाने. अस्तु, हा, उपसर्गः इति विषयः. अस्तु, हा, सरला भगिनी इदानीं प्रथमत्रयं, हा, प्रथमत्रयं करोतु भगिनी तत्र. हा, बालकः पठति स्म तत्र. न तत्र इदानीं 90 पुटसङ्ख्या 90 भीष्मः गङ्गां दृष्ट्वा. तत्र प्रतिवाक्यं पठित्वा उपसर्गः कः, उपसर्गरहितक्रियापदं किम् इति वक्तव्यम्. न नवमः अभ्यासः न, अग्रे गतवन्तः वयं. 90 पुटसङ्ख्या 90 एतत् अग्रिमकथां वयं कृतवन्तः. अतः केवलं तत्र स्म इति वशिष्ठः आसीत्. भीष्म गङ्गां दृष्ट्वा आगच्छति. तत्र आ इति उपसर्गः अस्ति, गच्छति क्रियापदं भवति. तत्र अग्रिमम् एकलव्य द्रोणाचार्यं प्रणमति, उपसर्गयुग नमति, रेफो अस्ति, तस्य कारणं न भवति. हा, तत्र प्र इति उपसर्गः अस्ति, नमति इति उपसर्गरहितक्रियापदम् अस्ति, अपि तत्र नत्वम् अस्ति. समीचीनं भगिनि, अस्तु, नत्वम् अस्ति. हा, अग्रिमं. कृष्णस्य भक्ता न प्रणश्यति, उपसर्ग योज्य नश्यति, अत्र अपि रेफकारणं नकारस्य नत्वं जातम्. हा, न, समीचीनं भगिनि, अस्तु, तत्रापि नत्वम् अस्ति, समीचीनं. हा, अग्रे भानुचेतनी महोदय. तत्र परि इति उपसर्गः अस्ति. एकवारम् एकवारं वाक्यं पठतु महोदय, वाक्यं पठित्वा वदतु महोदय. कृष्णस्य भक्ताः न प्रणश्यन्ति. तत् तत् कृतं तत्र प्रणश्यन्ति अग्रिमत्रयं महोदय. तत् सल्लभगिनी उक्तवती अर्जुनस्य इति. अर्जुनस्य आम् आम् अर्जुनस्य मुखं परिशुष्यति. परिशुष्यति इति पदस्य परि इति उपसर्गः, शुष्यति इति क्रियारूपं क्रियापदम् उपसर्गरहितक्रिया क्रियापदम्. अस्तु समीचीनं महोदय. उपसर्गरहितक्रियापदं कामक्रोधः अभिजायते. अभि तत्र उपसर्गः जायते इति आत्मनेपदी रूपं क्रियापदं. समीचीनम्. अग्रिमम् आत्मा प्रसादम् अधिगच्छति. तत्र आत्मा दीर्घं वा महोदय? आत्मदीर्घम् आत्मन् इति पदम् अस्ति, नकारान्तपदम्. योगी इति योगिन् नकारान्तपदम् अस्ति, किन्तु प्रथमविभक्तौ योगी इति दीर्घ ईकारः एव अस्ति. आत्मा अपि तादृशं राजा राजा इति तत्र समीचीनम् अस्ति महोदय. आत्मा प्रसादम् अधिगच्छति. अधि उपसर्गपूर्वक गच्छति क्रियापदम्. समीचीनं महोदय. अग्रे रघुपति महोदय. हा महोदय. संशयात्मा विनश्यति. संशयात्मा नश्यति, वि उपसर्ग अस्ति. विनश्य महोदय, अत्र एकः संशयः अस्ति. जानामि नश्यति विनश्यति एक एव, किमर्थं विनश्यति तत्र किम तत्र भेदः किम् किमस्ति? तत्र भेदः नास्ति इति मन्ये महोदय. तत्र किमर्थम् अनेकरूपाणि सन्ति इति एकः विचारः एतद् अस्ति. यदि तत्र कथायां छन्दस् एतादृश आवश्यकता अस्ति खलु, तत्र रूपस्य अक्षरः संख्या दशं भवतु अथवा एकादश भवतु इति नियमः सन्ति. तस्मिन् समये नश्यति अथवा विनश्यति, हा तत्र वक्तुं सुलभम् अस्ति इति एकः विचारः. किन्तु उपसर्ग साधारणतया तत् क्रियापदस्य परिवर्तनम् अर्थपरिवर्तनं करोति, किन्तु सर्वदा न इति मन्ये. कुत्र कुत्र अर्थपोषणम् अपि करोति. हा सत्यं सत्यम्. अर्थपोषणं करोति, अर्थस्य परिवर्तनं करोति, कुत्रचित् न किमपि परिवर्तनं न भवति. तदपि भवति तद् केवलं सन्दर्भं दृष्ट्वा एव वयं वक्तुं शक्नुमः. अलङ्कारार्थं इति एकः विचारः. अग्रे महोदय. भगवान् वर्षं निगृह्णाति उत्सृजति च. उत्सृजति अत्र उत् उपसर्गः अस्ति. गृह्णाति तत्रापि अस्ति न नि उपसर्गः अस्ति. निगृह्णाति निगृह्णाति तत्रापि अस्ति. सत्यं सत्यं सत्यं. हा केवलं तत्र उत्सृजति इति रक्तवर्णे अस्ति, किन्तु तदपि निगृह्णाति इति तदपि गृह्णाति निगृह्णाति निगृह्णाति. समीचीनं महोदय. हा अग्रिमम्. मनुष्यः कार्याणि कुर्वन् सिद्धिम् अवाप्स्यति. आप्स्यति अवाप्स्यति इति अव इति उपसर्गः अस्ति. समीचीनं महोदय. नरेश महोदय अग्रिमत्रयम्. आं महोदय. कर्मयोगी विशिष्यते वि उपसर्ग अस्ति. उपसर्गरहित शिष्यते क्रियापदमस्ति. हा समीचीनं महोदय. हा अग्रे योगिनः यज्ञं पर्युपासते परि उपसर्ग अस्ति उपासते उपासते उपसर्गरहित क्रियापदम् अस्ति पर्युपासते. समीचीनं. स्वभावः तु प्रवर्तते प्र उपसर्ग अस्ति उपसर्गरहित वर्तते क्रियापदम् अस्ति. समीचीनं महोदय. गीताञ्जलि भगिनी इदानीं जगत् विपरिवर्तते द्वे उपसर्ग सः वि अथवा परि द्वौ उपसर्गौ रहित क्रियापदं वर्तते. तत्र क्रिया उपसर्गद्वयमस्ति वि अपि परि. समीचीनं भगिनि. समीचीनं. अग्रे कार्याणि आत्मवन्तं न निबध्नन्ति नि उपसर्ग बध्नन्ति उपसर्गरहितक्रियापदमस्ति. समीचीनम्. अग्रे विवस्वान् योगं मनवे प्राह प्र उपसर्ग अस्ति आह उपसर्गरहितक्रियापदम्. तत्र मनवे इति कोऽपि वदति वा रूपं किम् अस्ति इति? चतुर्थी. ये प्रथमविभक्तौ मनु. गुरुः गुरवे मनु मनुः मनवे इति. समीचीनम्. अस्तु अग्रे सरला भगिनी. विमूढा जीवात्मनं न अनुपश्यन्ति अनुपसर्गयोजं पश्यन्ति उपसर्गरहित क्रियापदम्. पण्डिताः साङ्ख्ययोगी योगौ पृथक् न प्रवदन्ति उपसर्ग योग वदन्ति उपसर्गरहित क्रियापदम्. विभुः कस्यचित् पापं न आदते आ उपसर्गयोग योग दत्ते इति क्रियापदम्. समीचीनम्. अस्तु तत्र महोदय एकवारं सर्वे वाक्यानि पुनः पठ शक्नुमः पठति शक्नुमः अथवा अर्थ अर्थ एतानि सर्वाणि वाक्यानि गीताश्लोकानि सन्ति भगिनि. अग्रिमे पृष्ठे आगच्छति सर्वे. एतत् सर्वे भगवद्गीतायाम् अस्ति श्लोकरूपेण सन्ति एतानि सर्वाणि. तत्र अस्माकम् इदानीं विषयः यदस्ति तद् अस्ति उपसर्गः इति. एतत् केवलं प्रदर्शयितुं दर्शयितुं न प्रदर्शयितुम् उपसर्गः अस्ति. तस्य लाभः कः? उपसर्गः अस्ति तस्य लाभः कः इति. तत्र अपि उपसर्गः अस्ति चेत् तेन किं किं परिवर्तनं किम् अपि कस्य परिवर्तनं कुत्र परिवर्तनं भवति इति अस्माकं विषयः अस्ति. तत्र प्रत्येकस्य वाक्यस्य अर्थः वक्तुं शक्नुमः किन्तु बहु समयः भवति इति कृत्वा तत्र भगवद्गीताश्लोकः एव अस्ति भगिनि. अस्तु अस्तु. इदानीं तत्र प्रथमविषयः अस्ति तत्र नरेश महोदय तत्र त्रिअशीतिः न त्रिनवतिः किमस्ति तत् संख्या कोऽपि स्मरति वा अहं संख्यां न स्मरामि हा 93 किमस्ति धन्यवादः हा तत्र हा त्रिनवतिः हा तस्मिन् पुटे अधोभागे तत्र उपसर्गाः दत्तानि सन्ति दत्ताः सन्ति ते एव अहं चिन्तयामि तत्र कति सन्ति अष्टादश इति वा कति सन्ति तत्र द्वाविंशति अस्तु हा द्वाविंशति इति अस्ति वा अस्तु द्वाविंशति उपसर्गाः सन्ति तत्र स्वी इति हा तत्र यदि उपसर्ग अस्ति वयं जानीमः खलु तत्र कृत्वा इति भवति किन्तु अथवा गत्वा इति भवति उपसर्ग अस्ति चेत् आगत्य इति ल्यबन्तरूपं भवति तत्र कृत्वा इति अस्ति किन्तु वयं स्वीकृत्य इति वदामः खलु किमर्थं स्वीकृत्य इति वदामः तत्र स्वी इति उपसर्गः इति वदामः खलु हा किन्तु वस्तुतः स्वी इति उपसर्गः नास्ति उपसर्ग इव अस्ति अतः तस्य रूपं स्वीकृत्य इति अस्ति किन्तु हा तत् वस्तुतः स्वी इति उपसर्गः नास्ति किन्तु बहुवारं तद् स्वी उपसर्ग इति स्वीकुर्मः अस्तु तर्हि किमस्ति महोदय हा तद् हा तद् अहम् एकवारं स्वरूप महोदयं पृष्टवान् एतद् सः उत्तरं दत्तवान् न स्मरामि अग्रिमवर्गे हा अग्रिमवर्गे अहं दृष्ट्वा वदामि हा किन्तु किमर्थम् एतत् स्वी इति उपसर्ग इव अस्ति इति तत्र किञ्चित् सः उक्तवान् हा अहं दृष्ट्वा वदामि महोदय हा किन्तु तद् मनसि स्थापयतु स्वी इति उपसर्ग नास्ति याः उपसर्गाः ये उपसर्गाः सन्ति ते तान् अत्र द्रष्टुं शक्नुमः तत्र परा अप इति यद्यदस्ति तद् ते एव उपसर्गाः अस्तु इदानीं किं कुर्मः तत्र प्रथमतया उपसर्ग अस्ति चेत् तत्र उपसर्ग अपि क्रियापदं तयोः योगः भवति चेत् तत्र किञ्चित् कार्यः अस्ति सन्धिकार्यः अस्ति सन्धि इति विषयः मास्तु किन्तु रूपं कथं भवति इति तावदेव पश्यामः तत्र यदि यादृशः वयं पूर्वं दृष्टवन्तः तत्र कुत्र परि प्लस् उपासते तत्र पर्युपासते इति आसीत् तत्र कार्यमस्ति किञ्चित् कार्यमस्ति किन्तु अ प्लस् गच्छति तत्र आगच्छति तत्र तु आ प्लस् गच्छति तत्र आगच्छति तत्र किमपि कार्यं नास्ति किन्तु कीदृशकार्यम् अथवा किमपि कार्यं नास्ति न वा इति तद् एकवारम् अभ्यासं कुर्मः तदनन्तरं पश्यामः तत्र किं किं भवति इति अतः अहं चिन्तयामि एकवारम् अग्रिम अस्तु तत्र अस्तु एतदेव द्विनवतिः इति वा अस्तु द्विनवतिः इति मन्ये द्विनवतिः पुटे यत् प्रथम अभ्यासः अस्ति तद् पश्यामः एकवारं यत्तत् कोष्टकं पूर्वस्मिन् पुटे यत् कोष्टकम् अस्ति तत्तु बहु दीर्घमस्ति इति कृत्वा तद् अभ्यासं कुर्मः पश्यामः किं भवति इति अस्तु गीताञ्जलि भगिनी पठति वा प्रथम अभ्यासः द्विनवति पुटे आं महोदय उपसर्गं क्रियापदं च योजयित्वा लिखत उपसर्गः क्रियापदम् उपसर्गसहितम् उपसर्गः लिखति विलिखति प्र पठति प्रपठति अनु गच्छति अनुगच्छति इदानीं तत्र यदि एतत् पश्यामः तत्र प्रश्नः भवति, अस्तु केवलं प्रथमपुरुष एकवचनरूपे एतद् भवति अथवा तद् एतदेव सर्व नवरूपाणि सन्ति खलु, तत्रापि एतदेव कर्तुं शक्नुमः वा? तत्र लिखति इति अस्ति चेत् विलिखति भवति, लिखन्ति अस्ति चेत् किं भवति? विलिखन्ति इति भवति. अतः उपसर्गः सर्वत्र वयं स्थापयितुं शक्नुमः. अस्तु, हा अस्तु, अग्रे सरला भगिनि. प्रयोग पठति, प्रपठति इत्युक्ते पुनः पठतु इति प्रपठति. अनु योग गच्छति, अनुगच्छति, सः तस्य पार्श्वे आगच्छति, तद् अनुगच्छति इति वदामः. सं योग हरति, संहरति. संहरति इत्युक्ते सर्वे वस्तूनि एकत्र कृत्वा संहरति. संहरति संहार एव, तत्र हरति अपि संहरति. अर्थभेदः भवति वा? संहरति संहरति. अस्तु अस्तु, किं भगिनि? टोटल्. अस्तु अस्तु, केवलं डिस्ट्रक्षन् न, टोटल् डिस्ट्रक्षन् इति अर्थः इति इति वा? सम्पूर्ण सम्पूर्ण इति सम् इति सम्पूर्ण इति अर्थे. अस्तु, सत्यं सत्यम्, अनुगच्छति सत्यं. अस्तु भगिनि, हा इदानीं तत्र अग्रे नरेश् महोदय. प्रणमति, प्रणमति. सन्तुष्यति, सन्तुष्यति. हा तत्र किं भवति? तत्र म स्थाने नकारः भवति. तत्र कः सन्धि कोऽपि वदति वा? अनुनासिक तत्र सं मकारः अस्ति खलु, तत्र नकारः भवति खलु, तत्र नकारः भवति इति मन्ये, अथवा अनुस्वारः किमपि अस्ति, अहं न जानामि. सरला भगिनि किं वदति? प्रथमम् अनुस्वारः भवति, तदनन्तरं ययि परसमन्न अनुनासिक भवति. अनुनासिकसन्धि खलु एतत्? आमां महोदय, अनुनासिकसन्धि. हा सूत्रं सूत्रम् इदानीं मास्तु महोदय, हा अग्रे पश्यामः. किन्तु सन्धिः भवति इति, तद् अग्रे गत्वा सन्धिः इति विषयं पठामः, किन्तु अत्र सन्धेः आवश्यकता अस्ति इति तादृश अवगमनं भवतु अत्र. अनुस्वारसन्धि अथवा अनुनासिकसन्धि, सारि अनुनासिकसन्धि, अनुनासिकसन्धि. अस्तु, हा अग्रे महोदय. परित्यजति, हा तत्र किमपि कार्यं नास्ति. हा अस्तु, अग्रे नयति, आनयति. हा नयति अपि आनयति, नयति हा तस्य विरुद्धार्थकः किञ्चित् खलु. इतः नयति किन्तु अत्र आनयति इति. परियोगहरति, परिहरति, परिहरति. तत्र अर्थः कः इति सरलभगिनि, किमस्ति परि इत्युक्ते? अहं चिन्तयामि पोषणं केवलं करोति, परिहरति. अस्तु परि इति हरति एव अर्थः अस्ति किन्तु अधिकः परिहरति अस्तु अस्तु भगिनि अस्तु तत्र अस्तु कुत्र कार्यम् अस्ति इति पश्यामः तत्र वदति अनुवदति अनु इति इत्युक्ते तस्य फालो इति अर्थः अस्ति वितरति अवगच्छति तत्र अव प्लस् गच्छति तत्र तु अर्थभेदः भवति खलु गच्छति अवगच्छति तरति वितरति तत्र अर्थभेदः अस्ति डिस्ट्रिब्यूटि वितरति वितरति वितरणं वितरणं वितरणम् इति अहं चिन्तयामि तरति इत्युक्ते तद् किन्तु वितरति इति अर्थभेदः तत्र भवति अस्तु तत्र किं कुर्मः कार्यः तत्र किमपि अभ्यासः समीचीन अभ्यासः अत्र केवलं योगः अस्ति चेत् किमपि कार्यं नास्ति तत्र उपवीनि वर्तते पलायते तत्र किमर्थं परा प्लस् आयते पलायते इति दत्तमस्ति सम्यक् नास्ति पलायते परा तत् परा अपि परा इति तु उपसर्गः नास्ति खलु तत् परा अस्ति उपसर्गः अस्ति अस्तु द्वितीय उपसर्गः अस्ति किन्तु परा प्लस् आयते पलायते तदहं न जानामि किमर्थमिति अस्तु तद् तत्र किन्तु पलायते इति परायते वा न परा परा उपसर्गः अस्ति द्वितीय उपसर्गः अस्ति अहमपि तदेव चिन्तितवान् महोदय किन्तु परायते इत्युक्ते पलायते वा अर्थसमान अस्तु अतः मुद्रणदोषः अस्ति अस्तु अस्तु अस्माकं कार्यं यदस्ति तत्र अग्रिमपुटे प्रायशः अग्रिमपुटे पश्यामः रूपभेदः किं कुत्र परिवर्तनं भवति उपसर्गस्य योजनेन क्रियापदस्य परिवर्तनं कीदृशम् इति तदेव अस्माकं विषयः अस्ति अस्तु अग्रिमपुटे पश्यामः चतुर्नवतिः तत्र ख इति यदस्ति तत् पश्यामः तत्र सरला भगिनी वदति वा पठति वा तत्र अलं बहिः अन्तर इत्यादय उपसर्गतुल्य एव भवन्ति यथा अलं करोति अलं करोति पुनः अनुस्वर भूत्वा यै परसर्वन् इति सूत्रेण कस्य पञ्चमवर्णकार आगच्छति अनुस्वरस्य स्थाने अलं करोति तत्र अम् इति मकारः किं भवति अङ्ग इति कवर्ग अनुनासिकवर्णः भवति अत्र अलं यथा वयं तृतीयभक्त्यां वदामः अलं अलङ्करोति इति अलङ्करोति तस्य अर्थ भिन्ना आगच्छति अलङ्करोति अत्र अग्रे अस्ति बहिर्योग करोति बहिष्करोति पुनः सकारस्य शकार भवति सन्धि किमपि अस्ति खलु तद् सकारस्य शकार कथं भवति सुष्ठुसन्धि किमपि अस्ति तद् तदपि सन्धिकार्यमेव अस्ति मूले शकारः अस्ति, तदनन्तरं ककारः भवति, पुनः शकारः आगच्छति इति भवति. किन्तु तत्रापि सन्धि एव अस्ति, सन्धिकार्यमस्ति. हा, प्रसिद्धसन्धि इति मन्ये भगिनि. तत्र क्षम्यतां, हा, किन्तु एतदपि प्रसिद्धसन्धि एव अस्ति, सकारस्य षकारः. अस्तु, तत्रापि सन्धि एव अस्ति. अग्रे अन्तर् प्लस् योगः अत्र बहिष्करोति, तस्य अर्थं भवति त्यजति, एक्स्पेल्, सत्यं सत्यं, बहिः करोति, हा, बहिः करोति, बहिष्करोति. हा, अग्रे अन्तर्योग भवति, अन्तर्भवति, अन्तर्भवति इत्युक्ते कथं वदामि, अन्तः गच्छति, अन्तः गच्छति, अन्तः गच्छति इति. हा, तत्र किमपि क्रिया कार्यं नास्ति इति मन्ये खलु? अपि अन्तर्भवति, तस्य अर्थमस्ति टु बि कण्टिन्यूड् आल्सो, यु नो, अन्तर्भूत अस्ति, अन्तर्भूतं, हा, तस् इट् कण्टेन्स् इति. हा, अग्रे अन्तर्वसति, अन्तर्वसति, गृहे अन्तर्वसति, अन्तर्वसति इति. हा, अस्तु, हा, तत्र प्रथम अपि द्वितीय क्रियापदे तत्र सन्धिकार्यमस्ति, तदनन्तरं सन्धिकार्यं नास्ति इति मन्ये. तन्तु किन्तु एतादृशः रूपं भवति इति. हा, तत्र मकारस्य अनुनासिक वर्णः भवति, अपि सकारस्य अपि षकारः भवति, तत्र परिवर्तनम् अस्ति. हा, अग्रे अग्रे आगच्छति. हा, तत्र रघुपतिमहोदय अग्रे. महोदय, एक प्रश्नमस्ति, बहिः अन्तर् अन्तर अहम् अवगच्छामि, अलम् इत्युक्ते अलम् इनफ् इति. इनफ़् अभ्यासपुस्तके एतत् अस्ति, अलम्. अस्तु अस्तु महोदय. हा, तादृश अस्ति अत्र अलम् इति, किन्तु अर्थभेदः अस्ति तत्र. अलं प्लस् करोति इति तत् अलङ्कारः नास्ति खलु? अस्तु महोदय. किन्तु प्रायशः तदपि तस्य प्रयोगः अपि भवति, अलङ्कारस्य अलम् इति, किन्तु अलङ्कारेण इति. हा, तदपि अस्ति. हा, अस्तु महोदय, अग्रिमम् अग्रिमं स्वी उष्णी सज्जी इत्यादयः अपि उपसर्गतुल्याः सन्ति. हा, इदानीम् उपसर्गतुल्यः अस्ति. स्वी योगः करोति, स्वीकरोति, स्वीकरोति इति अर्थभेदः भवति. करोति, अस्तु. उष्णी योगः करोति, उष्णीकरोति, अत्र किमपि अर्थभेदः नास्ति, अर्थपरिवर्तनं भवति. उष्णी करोति, उष्णं करोति, सज्जी योग करोति, सज्जीकरोति, सज्जं सज्जां करोति इति अर्थः इति अस्ति. अस्तु, तत्र इदानीं तत्र उपसर्गाः तु वयं पूर्वं दृष्टवन्तः, किन्तु उपसर्गतुल्याः अपि सन्ति, ते अपि क्रियापदस्य परिवर्तनं कर्तुं शक्नुवन्ति. तत्रापि परिवर्तनं सन्धेहे एव भवति, किन्तु यद्रूपं प्रथमपुरुषे एकवचने अस्ति, तादृश एव रूपम् अन्ये अपि, अन्यपुरुष अथवा वचनभेदः भवति चेदपि तदेव कार्यं, तादृशकार्यमेव भवति इति मनसि स्थापयितुं शक्नुमः इदानीम्. अस्तु, हा, तत्र अग्रे किम् अस्ति तत्र उपसर्गधातुः? हा तत्र उपसर्गनियमाः इति इदानीम् आगच्छति, तत्र नरेश महोदय अग्रे पठति वा तत्र? आम् महोदय, उपसर्गनियमः नियमाः नियमाः उपसर्गः धातोः पूर्वं भवति, यथा आ योगा गच्छति आगच्छति, उपसर्गेण कदाचित् धातोः अर्थः परिवर्तते, यथा स्मरति विस्मरति, गच्छति आगच्छति, पद्यते प्रपद्यते, पद्यते किमस्ति प्रपद्ये, प्रपद्ये भाषते न शरणं प्रपद्ये इति, हा शरणं प्रपद्ये, किन्तु पद्यते इति किमस्ति न जानामि, द्रष्टव्यमस्ति, हा अस्तु, किन्तु अन्यदपि उदाहरणं तत्र अस्ति यत् परिवर्तते इति, तदपि उदाहरणम् अस्ति, गच्छति आगच्छति अपि नियमे द्वितीयनियमे आ इति नियमे परिवर्तते, अर्थः परिवर्तते, तत्र वर्तते परिवर्तते, तत्र अर्थभेदः अस्ति, कदाचित् उपसर्गः धातोः अर्थस्य पोषणं करोति, यथा शोभते सुशोभते, लिखति विलिखति, आरभते प्रारभते, चरति सञ्चरति, जायते सञ्जायते, अतः परिवर्तनम् उपसर्गम् उपयुज्य वयं क्रियापदस्य परिवर्तनं कर्तुं शक्नुमः, कदाचित् अर्थः अर्थस्य परिवर्तनं भवति, कदाचित् अर्थस्य पोषणं भवति, कदाचित् किमपि परिवर्तनम् अपि न भवति, हा अस्तु अग्रे महोदय, कदाचित् धातोः पूर्वं युक्ताः उपसर्गाः भवन्ति, यथा प्रति योग आ योग गच्छति प्रत्यागच्छति, हा तत्र प्रति योगः आ तत्र प्रत्या तत्र यकारः आगच्छति, हा सं योग अधि योग गच्छति समधि गच्छति, अग्रे एतत् पठतु महोदय, वि प्लस् अव प्लस् स्थापयति इति पञ्चम योग वि योग अव योग स्थापयति व्यवस्थापयति, हा तत्रापि वि योगः अव तत्र व्य इति भवति, हा तत्रापि सन्धि भवति, हा अस्तु उपरि किं भगिनि तत्रापि, हा समीचीनं समीचीनं, हा उत् इति अस्ति तत्र उद् भवति, तकारस्य दकार भवति, समीचीनं भगिनि, हा अस्तु, हा तत्र बहुत्र सन्धिकार्यम् अस्ति, किन्तु इदानीं केवलं रूपस्य परिवर्तनं कीदृशम् इति पश्यामः, तादृशपरिवर्तनं कर्तुं प्रयत्नं कुर्मः, हा इति तावदेव, अस्तु, हा तत्र हा अन्तिम अपि नरेश महोदय पठतु अग्रिमं यदस्ति, अन्तिमं न न न अन्तिमनियमः अग्रिमनियमः रक्तवर्णे यदस्ति अग्रिमपुटे अस्ति उपरि उपसर्गकारणतः कदाचित् परस्मैपदे धातुः आत्मनेपदे रूपं आत्मनेपदे धातुः परस्मैपदे रूपं च प्राप्नोति यथा वियोगः जयति विजयते परस्मैपदे जयति आत्मनेपदे जयते विजयते योगात् तिष्ठति परस्मैपदे प्रतिष्ठते आत्मनेपदे योगात् परस्मैपदे विक्रीणीते आत्मनेपदे अवयोगात् तिष्ठति परस्मैपदे अवतिष्ठते आत्मनेपदे वियोगा रमते आत्मनेपदे विरामति परस्मैपदे हा इति अतः तत्र हा वयं सर्वदा न चिन्तयन्ति वयम् एतद् न चिन्तयितुं शक्नुमः अस्तु केवलम् उपसर्गः स्थापयामः तत्र किञ्चित् सन्धिकार्यम् अस्ति कदाचित् परस्मैपदी धातु आत्मनेपदी धातु अपि भवति आत्मनेपदी धातु परस्मैपदी धातु अपि भवति हा तद् कदा इति नियमः अहं न जानामि किन्तु पश्यामः यदि कर्तुं शक्नुमः अस्तु इदानीम् अत्र उपसर्ग अपि क्रियापदं धातु दत्तमस्ति तयोः योगः योजनं कृत्वा क्रियापदं किम् अस्ति इति इदानीं वक्तव्यमस्ति अस्तु भानुचित्रनी महोदय इदानीं द्वितीय अभ्यासः तत्र वदति वा महोदय यथोदाहरणम् उपसर्गसहितवाक्यानि रचयत् यथा छात्रः गृहम् आगच्छति आ उपसर्गपूर्वक गम् गच्छ धातुरूपं गच्छति आगच्छति भक्तः देवं प्रणमति प्र उपसर्गः नम् धातुः तत्र नत्वं भूत्वा प्रणमति भक्तः देवं प्रणमति अग्रिमपि भगवान् युगे युगे सम् उपसर्गः अस्ति भू धातुः भूभाव धातुः भवति इति कृत्वा सम्भवति भगवान् युगे युगे सम्भवति सम्भवति समीचीनं महोदय अस्तु रघुपति महोदय अग्रे एकनिमिषं महोदय सैनिकाः शत्रून् संयुग हरति संहरति सैनिकाः बहुवचने शत्रून् सैनिकाः शत्रून् संहरन्ति संहरन्ति समीचीनं अग्रे माता पुत्रान् पालयति पालयन्ति परिपालयन्ति माता पुत्रान् परिपालयति माता पुत्रान् परिपालयति सरलभगिनी अग्रे अग्रिमद्वयं छात्राः गुरुं पृच्छन्ति कवि काव्यं विलिखति विलिखति समीचीनं विलिखति गीताञ्जलि भगिनी अग्रे दुर्योधनः द्रौपदीं उपहसति कर्णः धनुर्विद्यां विस्मरति विस्मरति समीचीनं नरेश महोदय अग्रिमद्वयं साधुः धर्मम् अनुसरति कृष्णः भगवान् उपकरोति उपकरोति समीचीनं सरला भगिनी अग्रे अस्तु महोदय कृष्णः सर्वा गङ्गा हिमालयान्तरति सैनिकाः आयुधानि सङ्गृह्णन्ति सङ्गृह्णन्ति हा समीचीनं हा अग्रे बालचेतनी महोदय महोदय युधिष्ठिरः इति युधिष्ठिरः गुरोः पादौ प्र उपसर्गपूर्वकक्षाल् क्षालयति प्रक्षालयति युधिष्ठिरः गुरोः पादौ प्रक्षालयति तत्त्वात् ज्ञानं सम् उपसर्गपूर्वक जायते सञ्जायते तत्त्वात् ज्ञानं सञ्जायते समीचीनं महोदय रघुपति महोदय अर्जुनः अर्जुनः कृष्णं पञ्चादश अर्जुनः अर्जुनः कृष्णं प्रयोगभाषा प्रभाषते अर्जुनः कृष्णं प्रभाषते योगारूढः कर्मसु न अनुयोगसज्जा अनुसज्जते मूढाः देवं न प्रयोगपद देवं न प्रपद्ये वा प्रपद्ये इति अहं न प्रपद्ये इति मन्ये महोदय मूढाः देवं न प्रपद्यन्ते हा आत्मनेपदी इति कृत्वा हा अस्तु समीचीनम् इदानीं हा तत्र एतत् वयं किमर्थम् एतत् वयं सर्वं कुर्मः इत्युक्ते अत्र उपसर्गः वयं पूर्वं दृष्टवन्तः लङ्लकाररूपं यदा कुर्मः तत्र उपसर्गः अस्ति चेत् किं भवति लङ्लकाररूपं यदि इच्छामः तत्र केवलम् अकारः पूर्वं न स्थापयितुं शक्नुमः खलु यदि उपसर्गः अस्ति अतः हा अतः क्रियापदे उपसर्गः अस्ति न वा इति ज्ञानम् आवश्यकम् हा तदनन्तरं किं करणीयम् उपसर्गः यदि लङ्लकाररूपम् आवश्यकं चेत् उपसर्गरहितधातु स्वीकृत्य लङ्लकाररूपं कृत्वा तदनन्तरम् उपसर्गः पुनः स्थापयामः अतः एव एतद् उपसर्गः इति विषयः अत्र आगतः अस्ति अस्तु इदानीं तत्र हा इदानीम् एतत् अग्रिमपुटे एतदेव भूतकालरूपं कीदृशं भवति इति तत् पश्यामः प्रथमतया गतवान् इति तादृशरूपं तदनन्तरम् आगच्छत् इति तादृशरूपमपि इदानीं पश्यामः अस्तु हा तत्र गीताञ्जलि भगिनी पठति वा अग्रे अग्रिमपुटे हा उच्चैः पठत जानीत च उपसर्गसहितक्रियाः आगच्छति लङ्रूपाणि आ योगः अगच्छत् आगच्छत् उपसर्गरहित गच्छत् उपसर्गसहित आगच्छत् हा लङ्लकाररूपं हा इदानीम् एतत् तव तु रूपं सवतुरूपम् आगतवान् उपसर्गरहित गतवान् गतवान् इदानीम् आगतवान् इति अस्ति हा इदानीं तृतीयं करोतु तृतीयं तत्र प्रतिवदति इति प्रतिवदति प्रतियोगः अवदत् प्रत्यवदत् हा लङ्लकार रूपं भवति उपसर्गरहित वदत् अवदत् अवदत् इति भवति लङ्लकाररूपं लङ्लकाररूपं वदति इति अस्ति तदनन्तरम् अवदत् इति लङ्लकाररूपं हा अवदत् इदानीं तव तु तव तु प्रतियोगः उदितवान् प्रत्युदितवान् इति भवति उपसर्गरहित उदितवान् इति. अस्तु, हा इदानीम् एतत् कुर्मः. तत्र त्रिनवतिः वा तत् किम् आसीत्, हा त्रिनवतिः पुटे पुटं गच्छामः. तत्र त्रिनवतिपुटे तत्र अधोभागे तत्र उपसर्गाः दत्ताः खलु, तत्र कुत्र कुत्र यकारः आगच्छति, परि इति अस्ति चेत् यकारः आगच्छति लङ्लकाररूपे. इदानीं अन्यत्र अन्यत्र आगच्छति वा यकारः? प्रति प्रत्यय भवति. अधि अध्य, हा अध्य, तत्रापि यकारः तत्रापि हा अपि अपि अभि अति अति अभि प्रति परि अपि नि अस्तु. अत्र एतदेव अपि स्वी इति उष्णी सज्जी तत्रापि उपसर्गतुल्याः तत्रापि यकारः स्व्यकरोति इति वयं दृष्टवन्तः खलु. अकरोत् स्वी प्लस् अकरोत् स्व्यकरोत् इति तत्रापि यकारः आगच्छति. तत् प्रथम अंशः. अकार अस्ति चेत् किमपि कार्यं प्रायशः कार्यं किमपि न भवति इति मन्ये. आकारः उपसर्गः अस्ति चेत् प्रति अथवा ईकारान्त अन्त उपसर्गः अस्ति चेत् यकारः आगच्छति. तदनन्तरम् एतत् पश्यामः. तत्र सरला भगिनी अनुकरोति इति तत् वदतु भगिनि. हा अपि तव तु रूपं तत्र अत्र किमस्ति, तव तु तत्र रूपपरिवर्तनं वकारः न आगच्छति, किन्तु लङ्लकारे वकारः आगच्छति. किन्तु प्रति मध्ये किम् अभवत्, यकारः लङ्लकारे अस्ति अपि तव तु रूपे अपि अस्ति. किमर्थम् न न भगिनि, तत्र यत् यत् गीताञ्जलि भगिनी उक्तवती प्रति वदति तृतीय तत्र प्रत्यवदत् इति अस्ति. प्रति प्लस् योगः अवदत् प्रत्यवदत् समीचीनं. तत्र प्रति प्लस् उदितवान् इति अस्ति, अतः प्रत्युदितवान् इति अस्ति. तत्र स्वरः अस्ति चेत् किन्तु अत्र किं भवति, अनु प्लस् कृतवान् इति अस्ति, अतः अनुकृतवान् इति. यदि अनु इति अनु प्लस् वदति किं भवति, अनुवदति इति तस्य लङ्लकाररूपं किं भवति, अनुवदति अन्वदत्. इदानीं तव तु रूपं किं भवति, अनुदितवान् इति इति. अतः तत्र एतदेव सर्वदा भवति इति वयं न वक्तुं शक्नुमः. किं कार्यम् इति दृष्ट्वा एव तत्र किञ्चित् सन्देहे ज्ञानम् आवश्यकमस्ति. किन्तु ज्ञानं नास्ति चेदपि किञ्चित् कर्तुं शक्नुमः. अस्तु, अग्रिमं तत्र किं द्रष्टव्यम् अस्ति, तत्र तत्र बि अपि तत्रापि बि इति वयं उक्तवन्तः खलु वि नि इति, तत्रापि यकारः भवति तत्र. हा, बालचेतन महोदय तत्र विलिखति इति, तस्य लङ्लकाररूपम् अपि तवत् रूपं वदतु महोदय. वि योग लिखितवान्, वि लिखितवान्. हा, लङ्लकाररूपं वि अलिखत्, व्यलिखत्. हा, तत्र यकारः आगच्छति. हा, अस्तु. हा, तत्र अन्यत् तदेव अस्ति इति मन्ये, तत्र न्या इति. हा, अवगच्छति. हा, तावदेव. अस्तु, इदानीम् एतत् अग्रे यदस्ति तत् कर्तुं शक्नुमः इति मन्ये. तृतीय अभ्यासः तत्र एव. बालचित्रे महोदय एकवारं पठित्वा. धातोः प्रथमवर्ण यदि स्वर अस्ति लकार इकार उकार भूतकार लङ्लकारी अकार योजित्वा तस्य वृद्धिसन्धिः भवति इति अपि अस्ति वा? लङ्लकाररूप तस्य निर्माणे वा? आमां भगिनि, सत्यं सत्यं सत्यं. हा, एतदेव वयं स्वरूपमहोदयेन यत् कृतं करपत्रम् अस्ति तत्र. हा, सत्यं, तत्र उपसर्गः अस्ति चेत् वृद्धिः भवति. हा, अकारः तत्र. हा, एकनिमिषः, एतद् पुनस्मरणं कुर्मः. तत्र यद् आसीत् वयं किं दृष्टवन्तः तत्र? इच्छति, इच्छति किं भवति? इच्छति तत्र ऐच्छत् इति भवति तत्र. हा, हा, तत्रापि अन्यत् उदाहरणं तत्र आसीत्. किम् आसीत् अन्यत् उदाहरणं तत्र? वयं गतवर्गे एतद् दृष्टवन्तः. एकनिमिषः अहं वदामि तत्र. हा, तत्र, हा, इच्छति मध्ये किम् अस्ति? तत्र अ उपसर्गः अस्ति, इ इति धातुः अस्ति, तत्र ए इति भवति, तदनन्तरं वृद्धिः भवति ऐ इति. अपि ऊहते इति, तत्र अ योगः ऊहते, औहत् औहते इति भवति, औहत. ओ भूत्वा तस्य वृद्धिः भवति, औ भवति. आ प्लस् उ भवति, ओ तदनन्तरं वृद्धिः भूत्वा औ इति भवति. हा, सत्यं सत्यं भगिनि. हा, अतः, हा, तत् बहु किमपि अस्ति तत्र, सत्यं. हा, अतः तत्र यदि तत् सर्वं कुर्मः एतत् बहु विषयान्तरं भवति इति कृत्वा, यद् उदाहरणं दृष्ट्वा किं किं नियमाः इति तद् पश्यामः. स्वरते पूर्वम् अकार योजित्वा तस्य वृद्धिः सन्ति भवति यदि अकार इकार उकार वा ऋकार. सत्यं सत्यं सत्यं भगिनि, सत्यं. हा, सत्यं, हा, सत्यं. हा, तत्र उपसर्गे, उपसर्गान्ते इकारः अथवा उकारः अस्ति चेत् यथा प्रति अथवा अनु अथवा वि इति नि इति अस्ति चेत् तत्र अपि लङ्लकारे अकारः आगच्छति इति कृत्वा तत्र वृद्धिः भवति. ईकारः अस्ति चेत् किं भवति? इ प्लस् आ, ए, तदनन्तरम् ऐ इति भवति. उकारः अस्ति चेत् औ इति भवति. अस्तु, तत्र, हा, उदाहरणं, हा, बाणचेतनी महोदय पठति वा तत्र? आहरति लङ् रूपाणि आ योग अहरत् आहरत् सौतरूपं आयोग कृतवान् आहृतवान् आगच्छति आयोग गच्छति इदानीं तवतु रूपम् आयोग अगच्छत् न तवतु रूपं तवतु रूपं तवतु रूपं महोदय आयोग गतवान् आगतवान् अत्र लङ्लकरूपं किम् अस्ति आयोग आगच्छत् अगच्छत् आगच्छत् अगच्छत् इत्युक्ते तदस्ति लङ्लकाररूपं गच्छति इति क्रियापदस्य आगच्छत् इति लङ्लकाररूपं कस्य क्रियापदस्य आगच्छति आगच्छति इति क्रियापदस्य लङ्लकाररूपम् आगच्छत् इति अस्ति अग्रे नरेश महोदय उत्तिष्ठति उत् योग अतिष्ठत् उदतिष्ठत् हा तत्र तकारः दकारः भवति तत्तु रूपाणि उत् योग स्थितवान् उत्थितवान् हा इदानीम् अनु इति अनुगच्छति अनु योग अगच्छत् अन्वगच्छत् अनुयोग आगतवान् न न इदानीं केवलं गतवान् अनु प्लस् गतवान् अनु योग गतवान् अनुगतवान् हा अनुगतवान् इति अस्ति हा इदानीं गीताञ्जलि भगिनी अनुसरति किम् अस्ति अनुसरति अनुयोगः सरति इदानीं लङ्लकाररूपं लङ्लकाररूपम् अनुयोगः असरत् अन्वसरत् अन्वसरत् समीचीनं रूपं अनुयोगः सरितवान् अनुसरितवान् अनुसरितम् अनन्तरं तदपि करोतु भगिनि प्रहरति प्रयोगः अहरत् प्राहरत् तवतु रूपं प्रयोग श्रुतवान् यथा अस्ति तदेव अत्रापि हृतवान् अस्तु अग्रे एतत् कृत्वा वयं विरमामः अस्तु तत्र रघुपतिमहोदय अग्रिमं प्रक्षालयति इति प्रक्षालयति प्र योग क्षालयति अक्षालयत् प्रायोग क्षालितवान् प्रक्षालितवान् अस्तु अग्रे विहरति अहरत् वि योग अहरत् येन सन्ति व्यहरत् वि योग हरति हरि कृतवान् इदानीमेव दृष्टवन्तः हृतवान् विहृतवान् विहृतवान् विहृतवान् समीचीनं हा अस्तु अग्रे सरला भगिनी अस्तु परियोग अत्यजत् पर्यत्यजत् परियोग त्यक्तवान् परित्यक्तवान् इति भवति निष्कपति नियोग अशिपत् न्यशपत् नियोग क्षिपत्वान् क्षिप्तवान् निक्षिप्तवान् समीचीनं भगिनि हा अस्तु हा इदानीं किञ्चित् तत्र अभ्यासः जातः अस्ति उपसर्गस्य हा अग्रिमवर्गे तद् तत्र पुनः एव एतदेव कृत्वा अग्रे गच्छामः तत्र किमर्थं वयम् उपसर्गस्य विषयः कुर्मः इत्युक्ते तत्र लङ्लकारस्य रूपम् आवश्यकमस्ति तत्र क्रियापदे उपसर्गः अस्ति चेत् किं करणीयम् इति तदेव अस्माकं विषयः अस्ति अस्तु समयः जातः हा महोदय भगिनी अहं न श्रूयते निक्षिपति लङ्लकाररूपं न्यक्षिपत् सत्यं न्यक्षिपत् हा तद् दत्तमस्ति भगिनि तत्र न्यक्षिपत् इति दत्तमस्ति तत्र अस्तु भगिनि हा अस्तु अन्यप्रश्नः अस्ति वा महोदय अत्र उपसर्ग उपसर्ग एकः श्लोकः अस्ति किमपि अस्ति न तस्य किं किम् अस्ति इति किं करोति श्लोकम् अस्तु न जानामि महोदय हा यदि भवान् न जानाति अग्रिमवर्गे कृपया वदतु अथवा प्रेषयतु सम्यक् अस्ति एकम् अस्तु भगिनि अस्तु महोदय हा प्रेषयतु यदि हा यदि प्राप्नोति कृपया प्रेषयतु अहं प्रेषयामि अस्तु महोदय धन्यवादः धन्यवादः महोदय अस्तु सर्वेभ्यो नमः अग्रिमवर्गे मिलामः अस्तु नमस्कारः नमस्कारः धन्यवादः हरि ओं महोदय धन्यवादः हरि ओं महोदय नमस्कारः